नमस्कारः, अस्माकं पाणिनीयचिन्तनवर्गे स्वागतम्। अत्र वयं गतसप्ताहे नपुंसकलिङ्गसुबन्तनिर्माणम् इत्यत्र भुवादिगणः दिवादिगणः चुरादौ भुवादिगणौ चुरा दिवादिगणौ चुरादौ किं भवति इति दृष्टवन्तः। तत्र एव किञ्चित् पुनःस्मरणं कुर्मः। तत्र यत्र भुवादिगणः दिवादिगणः चुरादिगणः इति नपुंसकलिङ्गे सुबन्तनिर्माणम् इति यद् स्वीकुर्मः, तत्र वयं भागचतुष्टयं कर्तुं शक्नुमः। प्रथमभागः भवति भुवादिगणः दिवादिगणः चुरादिगणः इति। तत्र प्रथमाविभक्ति एकवचने तु सुमोर् नपुंसकात् इत्यनेन सुप्रत्ययस्य लोपः भवति। अनन्तरं तत्र अस्माकं सन्धिकार्याणि सर्वं भवति, रूपं सिद्ध्यति। अनन्तरं यदा द्विवचने पश्यामः चेत् तत्र औ सु औ इदानीम् औ तत्र नपुंसकाच्च इत्यनेन षि इति प्रत्ययस्य आदेशः औ स्थाने भवति। अनन्तरं शप्शनोर् नित्यम् इति सूत्रेण तत्र नित्यं नुम् आगमः भवति इति दृष्टवन्तः। परन्तु यद् एतदपि दृष्टवन्तः, शप्शनोर् नित्यम् इति अस्य प्रसक्त्यार्थम् अन्तादिवच्च इति परिभाषासूत्रस्य आवश्यकता किम् इत्यपि दृष्टवन्तः। एकः पूर्वपरयोः अन्तादिवच्च इति अपि दृष्टवन्तः। अनन्तरं यथा सामान्यम् अस्माकं सन्धिकार्यं बहुवचने जस्, तत्र जश् असोः षि इति सूत्रेण षि आदेशः जस् स्थाने, अनन्तरं द्वितीयाविभक्तौ अपि षस् स्थाने षीः इति षि आदेशः। इदानीं किं भवति, षि यद् आदेशः भवति तस्य सर्वनामस्थानम् इति संज्ञा प्राप्नोति। अनन्तरं नपुंसकस्य जलजः इति सूत्रेण नपुंसकस्य जलजः अङ्गस्य नुम् आगमः सर्वनामस्थाने परे। इत्युक्ते इदानीम् अस्माकं षि इति सर्वनामस्थानसंज्ञा प्राप्नोति, अतः नपुंसकस्य जलजः इत्यस्य प्रसक्तिः। अनन्तरं यथासामान्यं सन्धिकार्याणि इति तावत्पर्यन्तं दृष्टवन्तः। अद्य वयं तुदादिगणः अदादिगणस्य किं भवति इति द्वितीय भागः इति स्वीकुर्मः, विभागः इति। सरला भगिनी भवती एव पठति वा? अस्तु भगिनि, दादिगणः अदादिगणस्य चतुर्दश आकारान्तधातवः तुदत् योगसु भुवादिगणे यथावत् तुदत् तुदत् तुदत् योग औ तुदत् योग षि तुदत् योग इ आचि नद्योनुम् इत्यनेन षि प्रत्यपरे चेत् अवर्णात् अङ्गात् शत् प्रान्त अङ्गस्य विकल्पेन नुम् आगम नुम् आगम आगमे सति मृदुचोन्त्यान्तपरः नश्चापदान्तस्य झलि अनुस्वारस्य यै परसवर्णः तुदन्त योग इ वर्णमेलने तुदन्ति नुम् अभावे तुदति तुदत् इदानीं पर्यन्तं करोमि वा? आम् आम् आम् अस्तु। तुदत् योगसु इति सु इति अस्ति प्रथमा विभक्ति, प्रथमा विभक्ति एकवचन तस्य सुप्रत्यय तुदत् योगसि इदानीं विवक्षा नपुसिंहलिङ्गमस्ति, सु इत्यस्य समोन नपुसङ्कात् इति सूत्रेण तस्य लोप भवति। सो प्रथमाविभक्ति एकवचन अपि द्वितीयाविभक्तियां अम् अस्ति प्रत्यय तस्य अपि लोप भवति, तुदत् इति भवति। इदानीं तुदत् तस्य तद् समास थिङ्ग्स् कृत् समासपदस्य इति सूत्रेण तस्य पदसंज्ञा भवति। सो इति तुदत् इति आप्नोति पदसंज्ञा। इदानीं झलाञ्जशोन्ते इति सूत्रेण तकारस्य जष्वं भवति, तुदत् भवति। पुनरनन्तरं वावसाने इति सूत्रेण चरादेशः भवति, तुदत् इति भवति। तुदत् तुदत् इति द्वे रूपे आगच्छति आगच्छतः तथैव यदि द्वितीयाविभक्त्याम् एकवचनम् अस्ति आम् प्रत्ययस्य तत्र स्वमोनपुसङ्कात् इति सूत्रेण तस्य लोपः भवति समानप्रत्ययः भवति तत्रापि तुदत् योग औ औ इति सुप्रत्ययस्य द्वितीय सुप्रत्ययः अस्ति प्रथमाविभक्त्यां द्विवचने अपि यदि द्वितीयां विभक्त्यां द्विवचने औट् अस्ति तत्र टकारस्य तत्र हलन्ति अनेन इत्संज्ञा भवति तस्य लोप औ तत्र एव शिष्यति सो औ इति आगच्छति प्रथमाविभक्त्यां द्विवचने अपि द्वितीयाविभक्ति त्यां द्विवचने तत् अनन्तरं नपुसङ्काच् इति सूत्रेण औ तस्य स्थाने षि आदेश भवति यदा षि आदेश भवति शकारस्य तद् लोप भवति लशक तद्धते इति सूत्रेण इ अवशिष्यति तुदत् योग इ भवति इदानीम् आचि नद्योनुम् इति सूत्रेण तस्य प्रसक्तिः आगच्छति तस्य निमित्तम् अस्ति अवर्णात् अङ्गात् शत्रुन्त अङ्गात् परे यदि नदी प्रत्यय वा शी प्रत्ययपरे अस्ति तत्र नुमागमः भवति अपि अन्तादिवच् इति सूत्रमचि अत्र कार्यं करोति अन्तादिवच् सूत्रं वदति यदि पदम् अस्ति तस्य अवयव पूर्व अवयस्य अन्त्यभागे अकार अस्ति तत् अकार अदन्तं भव अस्ति ततः तिस्विक् परिभाषासूत्रेण तत् स्वीक् कुर्मः सो आचि नद्योन्नतम् इति तस्य अदन्ताङ्गस्य इति निमित्तं पूर्णतं पूरितं भवति अतः आचि इति आचिनद्योनुम् अन्तादिवच् इति सूत्रेण तस्य स्थाने नुमागमः भवति नुमागमम् द्विचो अन्त्यान्तपर इति सूत्रेण तुदत् तस्य दकारस्य उत्तरवती अकार अस्ति तस्य परे आगच्छति तस्य तुदन्त् भवति तदनन्तरं नश्चापदान् सज्जलि इति सूत्रेण नकारस्य स्वर भवति सो अनुस्वर भवति अनुस्वारस्य यै परसमान पुनः अनुस्वारस्य तकार तस्य परसमान यत् पञ्चमवर्ण वर्गीयपञ्चमवर्ण नकारे एव अस्ति सो तुदन्ति इति भवति आचि नद्योनुम् इति वा अपि अस्ति तस्य विकल्पेन तुदन्ति एकपक्षे तुदन्ति भवति अन्यपक्षे नुमागमनं भवति सो तुदत्ति इति अपि भवति तत्र द्वे रूपे भवति तुदन्ति तुदन्ति वा तुदत्ति इति यथा अधोभागे दत्तमस्ति तुदत्ति तुदन्ति तुदति तुदन्ति तदनन्तरं तुदत् योग जस् अस्ति जस् इति प्रथमाविभक्त्यां बहुवचने अस्ति प्रथम द्वितीयाविभक्त्यां बहुवचने शस् अस्ति इदानीं जस् शस् जशसो षि इति सूत्रेण षि आदेशः भवति तत्र यदि षि आदेशः भवति तदन तस्य षि सर्वनामस्थाने तस्य सर्वनामसंज्ञा भवति इदानीं तस्य तुदत् योग जस् इति षि तस्य ईकार एव शिष्यते अनुबन्धलोपानन्तरं उद् उगिता चां सर्वनामस्थाने इति सूत्रस्य प्रसक्तिः अस्ति किन्तु नपुसङ्कस्य झलच इति सूत्रेण तस्य विशेषसूत्रमस्ति सो परत्वात् तस्य सूत्रस्य कार्यं भवति विप्रतिषेधे परत्वात् इति सूत्रेण सो नपुसङ्कझलस्य इति सूत्रेण नुमागमः भवति, पुनः नुमागमः भवति मृदुचो अन्त्यान्तपरति सूत्रेण समानप्रक्रिया भवति, नष्टापदान्तस्य चलि अनुस्वारस्य यै परसवर्णे इति सूत्रेण तुदन्ति इति भवति अत्र श्रुतौ बहुवचने तुदन्ति इति आगच्छति प्रथमाविभक्त्याम् अपि द्वितीयाविभक्त्यां. सो आहत्य प्रथमाविभक्त्या तुदति तुदन्ति तुदन्ति, द्वितीयाविभक्त्यामपि तुदत् तुदति तुदन्ति तुदन्ति इति भवति. अतः वैकल्पिकं तु द्विवचने एव आचिनद्योर्नुम् इति सूत्रेण, परन्तु बहुवचने तु नित्यं नपुंसकस्य जलजः, नपुंसकस्य जलजः इत्यनेन नित्यं. सम्यक्. तृतीयभक्त्यां तस्मात् परे यथा पुल्लिङ्गे अस्ति यथा प्रातिपदिकं तुदत् भवति, तदनन्तरं तुदत् तुदता तुदद्भ्यां तुदद्भि तुदते तुदते तुदद्भ्यां तुदद्भ्य तुदतः तुदद्भ्यां तुदद्भ्य तुदतः तुदत्योः तुदतोः तुदतां तुदतां तुदति तुदतोः तुदत्सु इति भवति तृतीय अन्यरूपे. सम्यक् भगिनि, उत्तमम्. अस्तु, अरुणा भगिनी पठति वा? नमस्ते. आम् नमस्ते महोदय. नमस्ते अरुणा भगिनी पठति वा? अस्तु मणिमहोदय, भवान् एव पठतु. अत्र नास्ति चिन्ता. अत्र तुदादिगणः अदादिगणस्य चतुर्दश आकारान्तदातवः इति भागः बि इति अत्र भगिनी इदानीं तत्र प्रक्रिया उक्तवती. तस्मात् अनन्तरं सूत्राणि सन्ति, आचिनद्योर्नुम् इति सूत्रमस्ति. तत्र प्रथमवाक्यम् अनन्तरम् अनुवृत्तिसहितसूत्रं तदेव पठतु. पूर्वं पठितवन्तः. आचिनद्योर्नुम् श्रीप्रत्ययः वा नदीप्रत्ययः परे अस्ति चेत् अस्ति चेत् अवर्णात् अङ्गात् सत्रन्त अङ्गस्य विकल्पेन नुम् आगमः भवति. सूत्र अनुवृत्तिसहितसूत्रम् आद् अङ्गात् शतुः वा नुम् श्रीनद्योः. सूत्रं वदति नपुंसकलिङ्ग् श्रीप्रत्ययः वा नदीप्रत्ययः परे अस्ति चेत् अङ्गम् अवर्णात् अङ्गात् सत्रन्त अङ्गस्य विकल्पेन नुम् आगमः भवति. अत्र अवर्णात् अङ्गम् इति कथं जानीमः? तुदत् इति एव स्वीकरोतु. तत्र तुदत् इत्यत्र अवर्णात् अङ्गं कुत्र अस्ति? तुदत् इति प्रातिपदिकम् अस्ति किल? अस्तु, तत्र तुदत् योगः वदतु भगिनि. अस्ति सूत्रम् अन्तात्तिवच्च परिभाषासूत्रेण. आम्, तद् सम्यक्. तस्मात् पूर्वमेव मम प्रश्नः, तत्र अवर्णातङ्गं शत्रन्तङ्गस्य इति दत्तमस्ति किल, अवर्णातङ्गम् इत्युक्ते किम्? योगः शप् योगः शत्रु प्रति आगच्छति. इचङ्ग अनन्तरं तुद् योगः आयोगः अत् तुद् योगः अत् पूर्वपरयोः एकादेशः भवति अधोगुणे, ततः अत् एव अस्ति. अन्ताधिपतिसूत्रं परिभाषासूत्रं वदति पूर्वपरयोः पूर्ववर्तिवर्णसमुदायस्य अन्तभागः स्वीकृत्य शत्रु प्रातिपदिके तन्दाङ्ग भवति. तत्र अतः तत्र यदा वयं तुद् योगः अत् इति स्वीकुर्मः, तुद् योगः अयोगः अत् इति यदा भवती उक्तवती, तत्र तुध इति यद् अस्ति तद् शत्रन्त शतन्तप्रत्ययस्य निमित्तिक अवर्णात् अवर्णात् अङ्गम्. शत्रन्तप्रत्ययः अत् इति अस्ति, तस्य अस्माकं कृते तु अवर्ण अङ्गम् आवश्यकम्. अतः तुध इति यद् अङ्गं विकर्णप्रत्ययस्य योजनान्तरं यद् आगच्छति तदेव अस्माकम् अवर्ण अङ्गम्. अकारः अन्ते अस्ति किल, अवगच्छति किल? सम्यक्. अग्रे अपि पठतु भगिनि. देयं यत्, देयं यत् आचनिर्द्योर्नु इति सामान्यसूत्रं, शप्शनोर्नित्यम् इति विशेषसूत्रं, शास्त्रं शास्त्रं विशेषशास्त्रं आचनिर्द्योर्नु इत्यनेन शत्रन्तङ्गस्य अवर्णात् अङ्गात् विकल्पेन नुम् आगमः भवति. भवादिगणे दिवादिगणे चुरादिगणे च सत्रन्तङ्गस्य अवर्णान्तम् अङ्गं भवति. सम्पूर्णतः पठितं वा? पठतु भगिनि. भवादिगणे दिवा भवदीव्य चोरय, अतः आचिर्नद्योर्नुम् इत्यनेन येषु त्रिषु गणेषु अपि नुम् आगमः वैकल्पिकः भवति स्म. नाम येषु त्रिषु गणेषु अपि आचिर्नद्योम् इत्यस्य प्रसक्तिः अस्ति. तदा शप्शनो नित्यम् आगत्य वदति यत् न येषु गणेषु शप्श इति विकरणप्रत्ययौ भवतः, अतः अत्र नुम् आगमः नित्यः न तु वैकल्पिकः इति. अपवादसूत्रमस्ति वा शप्शनो नित्यम्? आम्. सामान्यतः आचरणद्योनुम् इति सूत्रेन विकल्पेन नुम् आगमः सन्दर्भः अस्ति भुवादिगणे दिवादिगणे चुरादिगणे, परन्तु शप्शनो नित्यं सूत्रम् आगत्य वदति न येषु गणेषु शप्शन् इति विकरणप्रत्यये भवतः अत्र नुमागम नित्यं करणीयम् इति वदति. ततः द्वौ रूपे अस्ति, द्वे रूपे रूपद्वयं रूपद्वयम् अस्ति. सम्यक्. अतः यत् आचिनद्योर्नुम् इति सूत्रस्य प्रसक्तिः शी प्रत्यये परे वा नदी प्रत्यये परे अस्ति. शी प्रत्ययः अस्माकं प्रसङ्गः नपुंसकलिङ्गे. शी प्रत्ययः प्रथमा विभक्ति बहुवचनं, द्वितीया विभक्ति क्षम्यतां प्रथमा विभक्ति द्विवचनं, द्वितीया विभक्ति द्विवचनं. नदी प्रत्ययः तु अस्माकं स्त्रीविवक्षायां नदी प्रत्ययः भवति. अस्तु, तस्मिन् समये प्रातिपदिकस्तरे स्त्रीप्रत्ययः नदीप्रत्ययः इत्युक्ते तत्र प्रातिपदिकस्तरे नुमागमः. अत्र तु यत् प्रातिपदिकं तु वयं निर्मितवन्तः, अनन्तरं यदा प्रक्रिया भवति तस्मिन् समये नुमागमः. अतः एकः एव सूत्रम् एकमेव सूत्रमस्ति, परन्तु कार्यद्वयं शी प्रत्यये परे नदी प्रत्यये परे नुम् आगमः, परन्तु वैकल्पिकम् एव. अस्तु, अनन्तरं यद् भवती उक्तवती आचिनद्योर्नुम् इति सामान्यसूत्रम् औत्सर्गिकसूत्रं, शप्शनोर्नित्यम् इति तस्य अपवादः. अतः प्रथमं सर्वत्र आचिनद्योर्नुम् आगच्छति, यथा आवश्यकं यथा वयम् अत्र दृष्टवन्तः शप्शनोर्नित्यं तस्य अपवाद तद् प्रबाद्य शप्शनोर्नित्यम् आगच्छति. अतः भुवादिगणे दिवादिगणे चुरादिगणे शप्शनोर्नित्यम् इत्यस्य कार्यम् आचिनद्योर्नुं प्रबाद्य शप्शनोर्नित्यम् इत्यनेन नित्यं नुम् आगमः द्विवचने. अस्तु, अतः अस्मिन् सन्दर्भे इत्युक्ते तुदादौ अदादिगणस्य चतुर्दश आकारान्तदातवः इत्यस्मिन् सन्दर्भे अस्माकम् आचिनद्योर्नुम् एव कार्यं करोति तत्र वैकल्पिकम्, अतः रूपद्वयम्. अस्तु, आम् मणिमहोदय अग्रे पठति वा? पठामि महोदय, अध्यस्तसमेकः तदेव महोदय. अदादिगणे चतुर्दश अदादिगणे चतुर्दश आकारञ्च दातवः सन्ति. आचिनत्य नुम् इत्यस्य सूत्रस्य प्रसक्तिः तेषां कृते अपि अस्ति. नाम तत्रापि सत्रन्दप्रसङ्गे नवसलिङ्गे नुम् आगमः विकल्पेन भवति. कारणम् इदं यत् येषां धातूनाम् आवर्णन्तम् अङ्गम् अस्ति, परन्तु इदम् अङ्गं शपन्तं श्यन्तं वा नास्ति. अतः एते या वा मा श्ना स्र दश द्र श्ना द्र शा पा रा ल द शा प्रा मा अदादौ अत्र यत् उक्तमस्ति अदादिगणे चतुर्दश आकारं दातवः अत्र आचिनचुनिर्ण एव शत्रुदङ्गाणाम् अनुमागमः भवति. आवरणम् अत्र अस्य अत्र एव अनुमागमः इति दश धातुः अत्र दत्तम्. अनन्तरं समीपं महोदय सम्यक् एव दशधातवः सम्यक् एव. अदादौ या धातुः प्रथम एकवचने यात् द्विवचने याति यान्ति यान् द्विवचने यान्ति. अत्र अदादि अदादौ अदादिगणे विक्रणपतिः नास्ति, अतः द्विवचने षि आदेशः अनपुस्तकाच्च इति सूत्रेण औ स्थाने षि आदेशः अधः कि योगः यात् योग याति इति दीर्घ अधिकारः अधः याति इति एकरूपम् अचीनतुर्णम् इति सूत्रेण अत्र नुमागमः भवति, अधः यान्ति इति अन्यरूपं. बहुवचने नुमागमः नपुस्तकाच्च इति सूत्रेण नरुचग जलचः इति सूत्रेण अधः नुमागमः नित्यं यान्ति इति रूपं भवति महोदय. प्रथम प्रथमपुरुषे द्वितीयपुरुषे यात् याति तदेव रूपं याति याति यान्ति यान्ति. नपुंसकस्य जलजः इति सूत्रस्य प्रसक्तिः किमर्थं द्विवचने नास्ति? अत्र षी प्रत्ययः दत्तमस्ति वा? आम् तत्तु सत्यं, परन्तु नपुंसकस्य जलजः इत्यस्य निमित्तं किम्? तत्रापि नुम् आगमः. परन्तु षी सर्वनाम स्थानम् इति भवति अत्र जसोषि इति बहुवचनं जसोषि अनन्तरं षी सर्वनास्थानम् इति भवति. ततः परं नमस्सङ्गति जलज इति सूत्रं कार्यं करोति. सम्यक्, अतः तत्र तु अङ्गस्य नुं सर्वनामस्थाने परे एव भवति. सर्वनामस्थान संज्ञकः परः अस्ति चेदेव नपुंसकस्य जलजः इत्यस्य कार्यं. द्विवचने तादृशं स्थितिः अस्ति वा, तादृशी स्थितिः अस्ति वा? त्रिवचने नास्ति चेत् नास्ति किल त्रिवचने अवसाने तदेव सर्वनामस्थानम् आवश्यकं नपुंसकस्य जलजः इत्यस्य प्रसक्त्यार्थं तद् द्विवचने नास्ति. भगिनि अत्रापि प्रथम द्वितीया विभक्त्याम् एकवचने जलाञ्जशोन्ते वावस्थाने तस्य कार्यं भवति याद् इति भवति. आम् न न यात् इति आगच्छति किल महोदय प्रथमा विभक्ति एकवचने तत्र अस्माकं परिचितसूत्रं किल जलां जशोन्ते वा अवसाने. सर्वत्र यत्र यत्र पदान्ते तकारः अस्ति चेत् जलां जशोन्ते अनन्तरम् अवसान अवस्थायां वा अवसाने. धन्यवादः. नास्ति चिन्ता. अग्रे अपि पठतु महोदय. अभ्यस्य सम्यकाः युवत्यादिगणे ददत् योः सु सोमोर्नुमुसकात् इत्यनेन नपुंसकात् अङ्गात् सु इत्यस्य लुक् भवति अथवा तुदत् एव जलां जसन्ते इत्यनेन पदान्ते तकारस्य च स्वं तदत् पावसान इत्यनेन अवसाने जलः विकल्पेन चर्रादेशः भवति तदत् तदत् भवान् एव इदानीं उक्तवती तुदत् इति पदं भवति सकारस्य लोपः भवति प्रथमपुरुष एकवचने शु आदेशः सोमर् नंसकात् इति सूत्रेण शु इत्यस्य लुक् भवति तदस्य परम् इदानीं पदं भवति दधत् इति वावस् जलान्तसन्ति इति सूत्रेण जस्वं भवति तदत् इति अनन्तरम् आवासने इत्यनेन तदत् इति अन्यरूपं भवति. इदानीमेव भवान् उष्टवती. अनन्तरं द्विवचने तदत् योः औ नपुंसकात् च इत्यनेन नपुंसकात् अङ्गात् औ प्रत्यस्य स्थाने शि आदेशः तदत् योः शि सकारस्य लोपः भवति लसक्पदे इत्यनेन तदत् योः इ वर्णमेलने तदति इति रूपं भवति. तत्र आचिनतुर्नुमिति सूत्रेण नुमागमः भवति विकल्पेन भवति किल भवति वा भवति अदादि ज्योत्यादिगणे नास्ति ज्योत्यादिगणे नास्ति अदादिगणे एव अस्ति परन्तु ज्योत्यादिगणे बहुवचने द्विवचने अवर्णान्त अङ्गमस्ति वा ददत् इत्यत्र दधा इत्येव अभ्यस्तसंज्ञा अस्ति पूर्वम् आसीत् अस्माभिः रातः इत्यनेन आकारः लोपः भवति तद् एव अधः आकारान्तङ्गं नास्ति अधः हलन्त्यमेव अस्ति ददत् अधः आचिनत्यं कार्यं करोति. आचिनद्योनं कार्यं करोति वा न वा न करोति न करोति तदेव न करोति करोति चेत् करोति चेत् नुम् आगमः विधीयते किल न करोति. आम् अस्तु सम्यक् पूर्वं करोति इति उक्तवान् तदेव अहं सम्यक् उत्तमं महोदय तदेव श्नाभ्यस्तयोरातः इत्यनेन ददायोगः अत् इति स्थितौ तत्र आकारस्य लोपः भूत्वा दद् योगः अत् इति आगच्छति ददत् इति अस्माकं प्रातिपदिकं ददत् योगः यदा भवान् उक्तवान् अतः नुमागमः आचिनद्योर्नुम् इत्यस्य प्रसक्तिः नास्ति अवर्णान्त अङ्गं नास्ति अतः तस्य प्रसक्तिः अपि नास्ति. आम् अग्रे अपि पठतु महोदय. बहुवचने ददत् योग जस् यजसो शि इत्यनेन नपुंसकात् अङ्गात् जस् इत्यस्य स्थाने शि आदेशः ददत् योग शि शि सर्वनामस्थानम् इत्यनेन शि इति आदेशस्य सर्वणस्थानसमीका भवति जगत् यः इ नवस्य कालचारचेतेन सर्वणस्थाने उमागमः नाभ्यश्च चः चतुः अभ्यस्य समीपा चतुर्भुदिसमागमः न भवति अनन्तरं वा नप्सभाच्य इति सूत्रेण सर्वणस्थाने समीपप्रत्यये परे अभ्यस्य समीपा चतुर्विकल्पेन आगमः भवति नुम् आगमे सति मृत्युवन्त्यात् परः न चम्पदं सञ्जरि अनुसारे स यै प्रसरण तदन्त् यः हि वर्णमेलने तदन्ति नुम् अभावे ददति इति अत्र चषसोऽसि इति सूत्रेण बहुवचने सि आदेशः श्रीतरुणामस्थानम् इति सूत्रेण तरुणसमीका भवति बहुवचने अतः ददत्योः षि अनन्तरं नपुंसकजलकः इति सूत्रेण नमागमः परन्तु नाभ्यस्य सूत्रं बाधवसूत्रम् अभ्यस्यसमीकात् अतः अत्र नमागमः न भवति परन्तु अन्य वाहनं सकाच इति सूत्रं वदति शरणस्थाने समीपप्रत्युत्तरे नुमागमः विकल्पेन भवति इति युवत् अधीतने अनन्तरं नुमागमः कुत्र भवति इति वदामः चेत् मृदञ्चवत्परः इति सूत्रेण अन्त्यस्वरः परे आदेशः अत्र नुमागमस्य नसम्पदस्य जलि इति नकारः अनुसारः भवति पुनः अनुसारस्य यै परसवर्णः इति सूत्रेण टकारः यै वर्णः अतः पुनः नकारः आदेशः तदन्त् योः इ वर्णमेलने अनन्तरं ददन्ति इति विकल्पेन भवति अतः ददति इति एकरूपं ददन्ति इति अन्यरूपं द्विरूपं भवति. एतद् नाभ्यस्ता चतुः इति सूत्रं तत्र द्विवचने कार्यं करोति वा? द्विवचने न कार्यं करोति. किमर्थं? नाभ्यस्ताच्चतुः तुदादिकने निमासमः न भवति किल अत्र द्विवचने निमासमः न भवति अतः निषेधः न भवति. यत्र प्रथमं विधीयते केनापि सूत्रेण तत्र एव नाभ्यस्ता चतुः इति सूत्रस्य प्रसक्तिः भवति. निषेधं कर्तुं प्रथमं विधानम् आवश्यकं किल, तत्र विधानमेव नास्ति इति कृत्वा तस्य कस्य निषेधं कर्तुं शक्नोति सूत्रम्? अतः तस्य प्रसक्तिः नास्ति. अत्र नपुं बहुवचने नपुंसकस्य जलजः इत्यनेन प्रथमं नुमागमः बहुवचने, अनन्तरं नाभ्यस्ता चतुः इति सूत्रेण नुमागमः निषेधः भवति, पुनः वा नपुंसकस्य इति सूत्रेण सर्वनामस्थानसंज्ञकप्रत्यये परे अभ्यस्तसंज्ञकात् विकल्पेन शत्रन्तस्य विकल्पेन नुम् आगमः इति. तद् अतः तत्र प्रक्रिया किञ्चित् एकवारम् आगच्छति, विधीयते, अनन्तरं निषेधः, अनन्तरं विकल्पः. तदेव विद्याभगिन्या वर्गे पुनः प्रसवः इति उक्तवती. यद् नास्ति प्रथम् आगच्छति, अनन्तरं निषेधम्, अनन्तरं पुनः आगच्छति. तदेव सम्यक्. उत्तमं महोदय, सरला भगिनी पठति वा? अस्तु. वा नपुंसकस्य नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे अभ्यस्तसंज्ञकात् शत्रुन्तस्य विकल्पेन नुम् आगमो भवति. वा अव्ययपदं नपुंसकस्य षष्ट्यन्तं द्विपदं सूत्रं नाभ्यस्तचतु इत्यस्मात् अभ्यस्तात् शतुः इत्यनयोः अनुवृत्तिः. विदितो नुम् धातु इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः. उगितचां सर्वनामस्थाने धातु इत्यस्मात् सर्वनामस्थाने इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुम् सर्वनामस्थाने. सूत्रं वदति नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे अभ्यस्तसंज्ञकात् शत्रुन्तस्य विकल्पेन नुमागमो भवति. अनुवृत्तिशत्रमस्ति अभ्यस्तात् इति पञ्चमी विभक्ति अस्ति. अभ्यस्तात् यदि प्रातिकपदकं पूर्वम् अस्ति यथा अस्माकं ददत् इति अस्ति, शत्रुः अपि शत्रुन्तङ्गम् अस्ति. अभ्यस्तात् शत्रुः तस्य अनुमागमो भवति. शत्रुः तस्य षष्ठीविभक्तिः अस्ति. नपुंसकस्य अपि षष्ठीविभक्तिः अस्ति. तस्य स्थाने कार्यं भवति अङ्गस्य षष्ठीविभक्ति वा नुम् इति आगमः अस्ति. सर्वनामस्थाने परे सप्तमी विभक्ति अस्ति सर्वनामस्य स्थाने. यदि सुप्रत्यय तस्य सर्वनामस्थानसंज्ञा अस्ति तस्य प्रत्ययपरे अस्ति तदुमागमः भवति इति सूत्रं वदति. सो नपुंसकस्य अभ्यस्ताङ्गस्य शत्रन्त अङ्गं भवितव्यम् अपि सर्वनामस्थानसंज्ञा भवितव्यम् इति नपुंसकलिङ्गे एव इति सूत्रं कार्यं करोति वा इति विकल्पेन नुमागमो भवति. ददत् इति यदि प्रातिपदकम् अस्ति तत्र द्वे रूपे भवतः एकं भवति ददन्ति अन्यं भवति ददति इति भवति. सम्यक्, अग्रे अपि पठतु भगिनि. अस्तु, अन्ये गणः अत्र अवर्णाभावात् प्रथमद्वितीय द्विवचने शी प्रत्ययपरे आची नद्योनुम् इत्यनेन नुमागमनं भवति. प्रथमद्वितीय बहुवचने श्री प्रत्ययपरे नपुंसकस्य झलच इत्यनेन नित्यनुम आगमः भवति. इदानीम् अन्ये गणा यथा अन्ये गणा भ्वादि चुरादि द्वादि तुदादि ते सर्वे अदन्त तेषां सर्वेषाम् अङ्गम् अदन्त अङ्गम् अस्ति. सो तेषां नुमागमस्य का प्रक्रिया भवति वयं पूर्वं दृष्टवन्तः. सर्वे नपुंसकलिङ्गे यथा प्रथमाविभक्त्यां नुमागमनं भवति. द्वितीयाविभक्त्यां यदि चुरादि भवादि वतिवादिगणः अस्ति तत्र शप्शनो नित्यम् अनेन नुमागम नित्यं भवति. तुदादिगणे वा अदादिगणे ये आकारान्त चतुर्दश धातवः अस्ति तत्र आचिनद्योनुं वा इति सूत्रेण विकल्पेन नुमागमः भवति. नसुपुङ्गस झल च बहुवचने वादि सर्वे एक अभ्यस्तात् अङ्गात् यत्र अस्ति तत्र वा विकल्प वा नपुंसकस्य विकल्पेन भवति. अन्ये गणेषु नुमागमः नित्यं भवति सर्वे सर्वे अङ्गस्य. इदानीम् अदादौ अदादिगणे शत्रन्त प्रातिपदिकमस्ति अस् धातुः अस्ति तस्य सत् भवति शत्रन्त प्रातिपदिकं. तत् नपुंसकलिङ्गे प्रथमाविभक्त्यां सत् द्वितीयाविभक्त्यां सति वयम् उक्तवन्तः. सत् अत्र धातु अङ्गं हलन्त अस्ति अपि अन्तादिवच् इत्यनेन अदन्त अङ्गं नास्ति अतः नुमागमस्य प्रसक्तिः न भवति. बहुवचने सन्ति भवति नपुंसकस्य झलचति सूत्रेण नुमागमस्य अस्माकं सुप्रत्ययशी अस्ति सर्वनामस्थानसंज्ञक प्रत्ययः अस्ति. धातु शत्रुन्त अस्ति झल् अस्ति झल् प्रत्याहारे आगच्छति अतः नुमागमस्य सर्वे निमित्तानि पूरितं सन्ति अतः सन्ति अत्र नुमागमः भवति. भगिनी अहं विस्मरति अस् धातु अकारः केन सूत्रेण अपगच्छति? तदेव अहमपि चिन्तयन्ती अस्तु केन सूत्रेण इति अहमपि विस्मृतवती. श्नाभस्य रात् इति तदेव मम तत्तु आकार आकार परि तस्य भवति. अहम् अदादिगणे भवति एव गतसप्ताहे वा पूर्वम् एकवारम् उक्तवती अहमपि विद्या भगिन्या वर्गे कोऽपि एतत् सूत्रम् उक्तवान् सः स्नाभ्यस्तरात् किन्तु अहं शोधनं कृतवती अदादिगणे तस्य अत्र अहं न प्राप्तवती सो अहं न जानामि किम् अस्ति पश्यामि कुत्रापि अस्ति प्रायः अहमपि यदा भवती उक्तवती तस्मिन् समये अहमपि केन सूत्रेण अकारस्य लोपः इति चिन्तितवती शुक् महोदय उक्तवान् श्नाभ्यश्चोरात् इति किन्तु यदि वयं पठामः श्नाभश्चोरात् लोपः अल्लोपः तदेव अहं मम मध्ये अस्ति अतः एव स्तः इति अस्योगः तः अस्माकं तिङन्तरूपं स्तः स्त इति आगच्छति स्वः स्मः तत्र श्नसोरल्लोपः इति सूत्रेण यदा अस्योगः अन्ति श्नसोरल्लोपः इत्यनेन अकारलोपं भूत्वा सन्ति इति रूपम् अस्तु श्न इति पञ्चमे इति प्रत्यय परे वा अस् धातु प्रत्यय परे साधु इति भवति तस् तयोः श्न भवति श्न विकर्णप्रत्यय अस् धातोः च अङ्गस्य अकारस्य सार्वधातुके खित् नित् प्रत्यये परे लोपः भवेत् अस्तु ओ इति रुदादिगणे अस्ति रुदादिगणस्य इदानीं स्मरामि श्नसरलोपः अस्तु धन्यवादः अस्माकं तु बहुवारं यदा वदामः चेदपि स्मरणे न भवति अहं श्नसरलोप अपि स्नाभ्यस्तयोरातः तत्र आतः तद् आ इति अस्ति अत्र तु अङ्गं तिङन्तप्रदेशमेलनेन आगच्छति तत् श्नसोरलोप तस्य धातु विकरणप्रत्ययमेलने तत् कार्यं करोति धन्यवादः स्वादो स्वादिगणे धातु अस्ति चिन्नु चिन्नु अति चि धातु अस्ति धातु चि स्नु प्रत्यय अस्ति स्नु विकरणप्रत्यय अस्ति तो चिन्नु इति भवति चिन्नु योग अत् आगच्छति अत्रापि चिन्नु इति अदन्त अङ्गं नास्ति अतः कोऽपि सूत्रस्य कार्यं न भवति द्वितीय विभक्त्यां तत् किं सूत्रमस्ति चिन्वत् चिन्नु योग अत् तत्र हुष्णो सार्वधातुक इति सूत्रस्य कार्यं जण आदेशः भवति चिन्वत् भवति प्रातिपदकं प्रथमाविभक्त्यां वयम् उक्तवन्तः कोऽपि कार्यं न भवति चिन्वति इदानीम् अहम् उक्तवती धातु अङ्गम् उकारान्त चिन्व चिन्नु इति अङ्गमस्ति तस्य अदन्तगं नास्ति तो आचिनद्युनं वा शप्शनो नित्यं तस्य प्रसक्तिः न भवति चिन्वन्ति अत्र नुमागमस्य प्रसक्तिः भवति नपुसङ्कारस्य झल च रुदादौ अहम् अरुणा भगिनीं पृच्छामि भगिनि अस्तु धन्यवादः आम् अरुणा भगिनी भवती करोति वा रुदादौ किं भवति इति रुदादौ रुन्द योगः अत् रुन्दत् प्रातिपदिकं रुन्दत् रुन्दति रुन्दन्ति अङ्गम् अदन्ताङ्गं नास्ति ततः नुमागम प्रथमदे द्विवचने द्वितीयद्विवचने नुमागम न आगच्छति बहुवचने अङ्गं किं भवति शत्रान्त योजनात् पूर्वं यद् धातुः किं भवति अङ्गं रुन्द् रुधादौ श्नम् इति अस्माकं विकरणप्रत्ययः अतः किं भवति रुधादौ श्ना इष्टम् एव किल रुद् एव धातुः किल भगिनि रुद् धातुः रुद् धातुः अनन्तरं यदा विकरणप्रत्ययः योजयामः तत्र रुन्द् इति रुन्द् इति अतः तद् नकारः यदस्ति प्रातिपदिके तत्तु तस्य विकरणप्रत्ययस्य निमित्तिकनकारः अतः तत्र तत्रापि वदतु भगिनि तत्रापि रुन्दति नुमागम न भवति रुन्दन्ति अत्र नपुंसकजलजः सूत्रेण सर्वनामस्थानसंज्ञा प्राप्त्वा नुमागम भवति रुन्दन्ति इति ह्रस्वः एव तत्र मुद्रणदोषः अस्ति अस्तु तनादौ वदतु भगिनि तनादौ अत्र तनु उकारान्त अङ्गमस्ति ततः नुमागमः न आगच्छति प्रथमाद्विवचनाद्वितीयादिवचने तन्वन्ति बहुवचने नपुंसकजलजः सूत्रेण नुमागमः भवति तन्वन्ति इति रूपम् क्रयादौ स्ना इति प्रत्ययः विकरणप्रत्ययः अत्र किमर्थं रुदादौ श्नम् एव किल तत् अतः मध्ये आगच्छति न रुन्दति किल अतः अत्र एव क्रयादौ एव श्ना इति विकरणप्रत्ययः वदतु भगिनि इदानीं क्री इति धातुः योगः अकारलोपः भवति वा तत्रापि अस्माकं श्नाभ्यस्तयोरार्थः श्नाधातुः श्नाविकरणप्रत्ययः निमित्तं श्नाभ्यस्तयोरातः क्रीणा क्रीण योगः अत् अतो गुणे क्रीणत् अस्तु आम् अनन्तरं क्रीणाति क्रीणन्ति इति रूपम् क्रीणति क्रीणन्ति सम्यक् तत्रापि नपुंसकस्य जलजः अस्तु अतः अस्माकं नपुंसकलिङ्गे भागद्वयं कुर्मः भागचतुष्टयं कुर्मः चेत् अवगन्तुं सरलं भवति भुवादिगणे दिवादिगणे चुरादिगणे यत्र अवर्णान्ताङ्गम् अस्ति तत्र अस्माकं बहुवचने तु नपुंसकस्य जलजः इत्यनेन नित्यं नुमागमः भवति अनन्तरम् अस्माकं द्विवचने तु शप्षणोर्नित्यम् इत्यनेन नित्यं नुमागमः भवति एकवचने तु सुमोर्नपुंसकात् इत्यनेन सु प्रत्ययस्य लुक् भवति इति प्रथमचिन्तनं भुवादिगणे दिवादिगणे चुरादिगणे अनन्तरं द्वितीयभागः तुदादिगणः अदादिगणस्य चतुर्दश आकारान्तदातवः तत्र किं भवति तत्रापि बहुवचने नपुंसकस्य जलजः इत्यनेन नुम् नित्यं नुम् द्विवचने आचिनद्योर्नुम् इदानीं विकल्पेन भवति, तदेव भेदः तुदादिगणस्य भुवादि प्रथम भुवादि तुदादौ क्षम्यतां भुवादि दिवादिचुरादौ अनन्तरं तुदादिगणस्य भेदः कः इत्युक्ते तत्र नित्यं भवति, अत्र आचिनद्योर्नुम् इत्यनेन वैकल्पिकम्, अतः रूपद्वयं प्रथमाविभक्ति समानरीत्या एव भवति. तृतीय भागः अस्ति अभ्यस्तसंज्ञकाः इति, तत्र बहुवचने नपुंसकस्य जलजः इत्यनेन नुम् भवति, नुम् आगमः भवति, तत्र प्रथमं भवति, तद् नाभ्यस्ता चतुः इति सूत्रेण तत् बाधितं भवति, अनन्तरं वा नपुंसकस्य इति सूत्रेण रूपद्वयम्, अतः तत्र बहुवचने वा नपुंसकस्य इति एव मनसि भवेत्, रूपद्वयम् आगच्छति. द्विवचने आचिनद्योर्नु, आचिनद्योर्नुम् इत्यस्य प्रसक्तिः तत्र नास्ति, वयं तु जानीमः तत्र श्नाभ्यस्तयोरातः इत्यनेन अस्माकम् अङ्गम् इदानीम् अवर्णान्त अङ्गं नास्ति, अतः तत्र नुमागमः एव न विधीयते द्विवचने. एकवचने तु समानरूपम्. अन्ये गणाः किं भवति, यत्र अङ्गम् अनदन्तम् अस्ति चेत् तत्र बहुवचने तु चिन्वन्ति नपुंसकस्य जलजः इति यदा चिन्वन्ति दृष्टवन्तः तत्र नुमागमः भवति. द्विवचने आचिनद्योर्नुम् अत्र न कार्यं न करोति, नुमागमः न भवति. किमर्थम् इत्युक्ते अङ्गम् अवर्णान्त अङ्गं नास्ति. अतः अस्माकं चिन्तनं तु द्विवचने बहुवचने एव, एकवचने तु न भवति एव, किमपि न विधीयते एव तत्र, तदेव संक्षिप्तरूपेण. धन्यवादः. अग्रिमपाठं प्रति गच्छामः. तत्र शाणच् इति चिन्तनं किल, किञ्चिदेव किञ्चिदेव कृतवन्तः इति वर्गे. अस्तु, तदेव पठामः. अस्तु, प्राप्तम्. मणिमहोदय पठति वा? पठामि महोदय. शत्रुशाणचोः प्राति प्रक्रियाचिन्तनम्. वस्तुतः यद्यपि सार्वधातुकप्रकरणम् इति नामकरणं प्रसिद्धं, किन्तु सार्वधातुकमिति प्रक्रिया अस्ति, न तु प्रकरणं. यदा जानीमः प्रकरणम् इति नाम्ना अष्टाध्याय्यां समानप्रकरणप्रकारसूत्राणि प्रकारकसूत्राणि सङ्गृहीतानि सन्ति. अयं समानप्रकर सूत्रसङ्ग्रहः एवं प्रकरणम् इत्सम्यकप्रकरणम्, इदागमप्रकरणं, नुमागमप्रकरणं, नत्वप्रकरणम् इति अष्टाचार्यां प्रकरणानि तत्र प्रकरणानि. तत्र एकप्रकारकसूत्रसङ्ग्रहः एव दीयते, न तु पदनिर्माणप्रक्रिया. अष्टाचार्याम् एकस्मिन् प्रकोष्ठे एकमेव कार्यम् इति प्रकरणं लक्षणं. महोदय, कष्टकरणं भवति, यद्यपि प्रयत्नं करोमि महोदय. अहं सम्यक्तया वक्तुं न शक्नोमि इति चिन्तयामि. सार्वधातुक किं भवति, अत्र सार्वधातुकं प्रकरणम् इति नाम्ना अस्ति, परन्तु तस्य स्थाने प्रक्रिया इति वदामः चेत् तदेव सम्यक् अस्ति इति अहम् अत्र तदेव गृहीतवान्. अनन्तरं प्रकरणम् इति नाम्ना कथं भवति इति इत्युक्ते समानप्रकारकाः सूत्राणि सन्ति, तदेव सूत्राणि एव प्रकरणम् इति उक्तं प्रयोजनं करोति इति चिन्तयामि. अनन्तरं इत्समिक अत्र इत्समिकप्रकरणम्, इडाहमप्रकरणं, नुमागमप्रकरणं, नत्वप्रकरणम् इति प्रकरणानि सन्ति. तत्र एकप्रकारसङ्ग्रह एव दीयते, न तु पदकर्मणार्थं प्रक्रिया इति वदामः. एकस्मिन् प्रकोष्ठे एकमेव कार्यं भवति इति प्रकरणलक्षणं. प्रकरणलक्षणम् इति इत्युक्ते एकसमये एकमेव कार्यं करोति, अन्यः न करोति इति. सम्यक्तया न समीचीनमेव, न समीचीनमेव. तत्र यदा इत्संज्ञाप्रकरणम् इडागमप्रकरणम् इति स्वीकुर्मः चेत् तत्र एकस्मिन् एव कार्यम् इत्युक्ते इत्संज्ञाप्रकरणे इत्संज्ञाविधायकसूत्राणि एव तत्र सन्ति, इडागमप्रकरणे इडागमप्रकरणसूत्राणि एव, समासप्रकरणम् इति अस्ति, समास सूत्राणि एव, समासविधायकसूत्राणि, तस्य निषेधः, तस्य अपवादः, सर्वाणि सूत्राणि एकस्मिन् एव स्थले स्थापितम्. पाणिनिना तादृशं कृतवान्. तत्र तदेव प्रकरणस्य लक्षणं. यद्यपि वयं सार्वधातुकप्रकरणम् इति वदामः चेदपि तत्र सूत्राणि एकस्मिन् स्थले नास्ति, भिन्नभिन्नस्थलेषु एव अस्ति किल. पदनिर्माणप्रक्रिया तदेव, यत् पदं वयं निर्मातुं निर्माणम् अस्माकं विवक्षा अस्ति, तत्र तु एकस्मिन् विधिसूत्राणि षष्ठमध्याये अङ्गकार्यम् इति वदामः किल, षष्ठमध्याये कानिचन सूत्राणि, सप्तमध्याये कानिचन सूत्राणि, अस्माकम् अन्ते सन्धिकार्याणि अस्ति चेत् अष्टम अध्याये प्रति गच्छामः इति इतस्ततः अस्ति किल. तत्र अतः तद् यद्यपि तस्य नाम प्रकरणं, परन्तु प्रक्रिया इत्येव साधु. प्रक्रिया इत्युक्ते सोपानेन यद् वयं साधयामः, पठति इति रूपं साधयामः चेत् कानि कानि सूत्राणि आवश्यकानि इति, तदेव प्रक्रिया, तावदेव, यत् किमपि नास्ति. सार्वधातुकं अस्तु. अत्र अग्रिमपरिच्छेदः अपि पठतु महोदय. यत्र विभिन्नेभ्यः प्रकरणेभ्यः सूत्राणि स्वीक्रियन्ते पदस्य निर्माणार्थं, तत्र प्रक्रिया इति उच्यते. तदा च कर्तृकृते सर्वकृते अत्र कर्तृ शप् इत्यनेन सप् धातुकणमनुसृत्य सपं प्रपाद्य अन्य अन्ये प्रकरणप्रक्रियाः विधीयन्ते. तस्य फलं लट्टि लोटि लङ्गि विधिलिङ् तिङन्तपदं सत्रशानचोच्च सुबन्धं सा तु प्रक्रिया एव. पदनिर्माणविधिः नूनं सार्वधातुकम् एका प्रक्रिया, फलं तिङन्तसुबन्धफलं वा भवतु, प्रक्रिया उभयत्र समान एका एव. तदन्तर्गते च सदस्रः उपप्रक्रियाः अजादि अजादिपित् हलादिपित् अजादि अपित् हलादि अपित् इति प्रकरणे पदनिर्माणसमये प्रक्रिया प्रकरणे सूत्राणि भिन्नभिन्नः स्वीकर्तं भवति. प्रक्रिया इति पदस्य निर्माणम् अत्र प्रक्रिया इति उच्यते, प्रकरणम् इति नास्ति, प्रक्रिया इति उच्यते. अनन्तरं कर्तर्कसारे परे इति सूत्रेण कर्तरि सप् भवति. एक भवतिगणे सप् भवति, अन्यगणेषु गणम् अनुसृत्य सपः सपं प्रपद्य अन्यन्य प्रकरणप्रत्यय आदेशः इति कथं. तत्तु लट् लकारे लोट् लकारे लङ्लिङ्ग् परे एव शत्रुसमचौ विद्यते. तिङन्तपदं लटि लोटि लिटि लङ् उदिलिङ्ग् इत्यस्य तिङन्तपदं प्राप्तं. शत्रुसमचौ इति प्रातिपदिकेत्वेन सुबन्धम् इति निर्मितम् इति अत्र तदेव प्रक्रिया पदनिर्माणार्थं विधिः इति दत्तम्. एकप्रक्रिया तिङन्तपदं शत्रु अन्यतः सुबन्धपदं सुबन्धपदम् इति वदामः चेत् शत्रुन्तप्रातिपदिकनिर्माणात् प्रातिपदिके एव सुबन्धनिर्माणं भवति. इत्युक्ते सिङ्गन्धपदं वा सुबन्धपदं वा प्रक्रिया उभयत्र समानमेव प्रक्रिया इति वदामः. अनन्तरं प्रक्रियास्थाने सदस्य उपप्रक्रियाः अपि भवति. एकम् आजादिपित् अनन्तरम् हलादिपित् आजादि अपित् हलादि अपित् इति सदस्यः उपप्रक्रियाः सन्ति इति दत्तं महोदय. सम्यक्, तदेव वयं यदा तिङन्तपदनिर्माणसमये अपि तादृशी प्रक्रिया एव दृष्टवन्तः किल, अजादिपित् हलादिपित् अजादि अपित् हलादि अपित् इति. अतः अत्र अपि यदा कृत् सुबन्तं प्रातिपदिकं निर्माणस्थले अपि तादृशप्रक्रिया यदा वयं तिङन्तविषये दृष्टवन्तः तादृशमेव अत्रापि भवति इत्येव. कर्त्रार्थे सार्वधातुकप्रत्यये परे सर्वदा कर्तरी शप् इत्यनेन शप् विधीयते, अनन्तरं धातुगणम् अनुसृत्य शपं प्रपाद्य अन्यविकरणप्रत्ययः आगच्छति. तत्तु समानम् एव किल, यदा वयं तत्र दृष्टवन्तः अत्रापि तावदेव. यदा लटि लोटि लङ्गि विधि लिङ्गि इत्युक्ते सार्वधातुकलकारेषु यत् कार्यं यत् प्रक्रिया अस्ति तदेव शत्रुषाणचोः अपि भवति. परन्तु शत्रुषाणचोः वयं प्रातिपदिकनिर्माणं प्रथमं कुर्मः प्रक्रियानुसारं यदा वयं तिङन्तपदे कृतवन्तः तादृशम्. अनन्तरं सुबन्तं पदे किं भवति तादृशं प्रातिपदिकात् तत् कुर्मः इत्येव अस्ति. सम्यक् महोदय. सरला भगिनी, सार्वधातुकप्रक्रियायां यत्र यत्र प्रत्ययः अजादि अपि तत्र तत्र एकप्रकारकं कार्यं भवति, तच्च कार्यं कुत्रापि भवतु कार्यम् एकमेव. तदत् हलादि अपृत् अजादि अपृत् हलादि अपृत् एवं च सार्वधातुकप्रक्रिया एका एव, तस्यां चतस्र उपप्रक्रिया. इदानीं यत् भवती उक्तवती सार्वधातुकप्रक्रिया यत् सार्वधातुकप्रक्रिया आगच्छति धातु विधानं यत्र भवति यथा किञ्चित् सार्वधातुकेन प्रत्ययस्य सार्वधातुक संज्ञा भवति, शत्र शानश्चित् सन्ति तेषाम् अपि तयोः अपि सार्वधातुकसंज्ञा भवति यथा तिङ् प्रत्ययानां सार्वधातुक संज्ञा भवति. तस्य यदि धातुतः विधीयते तत्र सार्वधातुकप्रक्रिया आगच्छति. यद् कर्तरी शप् इति अनेन विकरणप्रत्यय प्रभाद्य विकरणप्रत्यय आगच्छति, तत् अनुसारं धातु विकरणप्रत्ययो मेलने अङ्गं निष्पन्नं भवति. तदनन्तरं या प्रक्रिया वयम् उपप्रक्रिया वदामः तस्य प्रत्ययस्वभाव इति द्रष्टव्यं. प्रत्यय अजादि अपित् अस्ति वा अजादि पित् अस्ति, हलादि अपित् अस्ति वा हलादि अपित् अस्ति, तस्य अनुसारेण भवति. अस्माकं शत्र शानश् द्वयोः अजादि अपित् अस्ति, सो तेषां प्रक्रिया तस्य अनुसारं भवति. सम्यक्, अग्रे अपि पठतु. सार्वधातुकप्रक्रियायां चतस्र उपप्रक्रिया सन्ति इति कथं जानीमः, किं प्रमाणम्? यदि वर्णीकरणं पाणिनिना सिद्ध्यति सूत्रभेदेन, सूत्राणां निमित्त दृष्ट्वा चतस्र प्रक्रिया स्फुटा भवन्ति, यथा श्नाभ्यस्तयोरात् कितिङिति सार्वधातुके पत्ये परे, अङ्गस्य श्नाभ्यस्तयोः आत् लोपः कितिङिति सार्वधातुके, किन्तु ई हलिखोः इत्यस्मिन् हलि कितिङिति उच्यते, अङ्गस्य श्नाभ्यस्तयोः अत् इति इति हलिस् स्वरधातुके अघोः यस्मात् श्नाभस्योरात इत्यस्य केवलम् अजादि कितिङ् इति भवति. अनेन अजाद्य अपि हलाद्य अपि इत्यनयोः उपप्रत्ययोः प्रमाणं सिद्धं पाणिनिसूत्रे एव सिद्ध्यति. इदानीं उदाहरणम् अस्ति सार्वधातुक उपप्रक्रिया कथं प्रत्ययस्य स्वभाव अनुसारं भवति. उदाहरणम् अस्ति यदि अजादि अपि अस्ति वा हलादि अपि अस्ति तेषाम् उदाहरणमस्ति उदाहरणमस्ति श्नाभ्यस्तयोरात् इति सूत्र यदि क्रियादिगणे श्ना विकर्णपत्य आगच्छति तदनन्तरं यदि अङ्गम् अङ्गं निष्कन्नं भवति अङ्गतिङ्गप्रत्ययो मेलनेन यथा क्रीणा अपि तस्य अन्ति कितिङ् इति परे श्नाभ्यस्य श्ना इति विकर्णपत्य अङ्गस्य आकारस्य लोपः भवति कितिङ् इति परे. किन्तु तदनन्तरम् ई हल्यज्ञो इत्यस्मिन् यदि अन्यसूत्रम् आगच्छति तस्य अपवादेन तत् वदति यदि सूत्रं हल् हल् प्रत्यय हल् प्रत्ययपरे अस्ति तत्र आकारस्य स्थाने ई आदेशः भवति. अघो इति अस्ति न अभ्यस्त अङ्गस्य साधु न घू संज्ञा यस्य यस्य नास्ति घू संज्ञा यस्य नास्ति तस्य अघो इति अहं न जानामि. किन्तु अत्र केवलं वक्तु महोदय वक्तुम् इच्छति श्नाभ्यस्तयोरात इति सूत्रेण यदि अजादि प्रत्ययपरे आगच्छति कारणकी हल्लघ्यो ई हल्लघ्यो इति सूत्रेण अपवादेन कितिङ् इति परे हल्लि कितिङ् इति परे अस्ति तत्र स्ना इति अङ्गस्य आकारस्य लोपः भवति लोप आकारस्य स्थाने ई आदेशः भवति. यथा क्रीणा अस्ति अस्माकम् अङ्गं भवति क्रीणा तत्तः इति हलादि अपि अस्ति प्रथमाविभक्ति द्वितीयवचने क्रीणीतः भवति कारणकि ई आगच्छति तत्र. यदि अन्ति अस्ति तत्र क्रीणन्ति भवति कारणकि श्नाभ्यस्तयोरात् इति सूत्रेण अकारस्य लोपः भवति इति सूत्रं वदति. सम्यक्. अतः तत्र यद्यपि पाणिनिना तत्र कथं वयं जानीमः इत्युक्ते अत्र ई हल्यगोः अत्र हलि कितिङ् इति अस्ति निमित्तं तेन वयं जानीमः श्नाभ्यस्तयोरातः इत्यस्य प्रसक्तिः अजादि कितिङ् इति एव इति. तत्र तु कितिङ् इति सार्वधातुके प्रत्यये परे इत्येव दत्तमस्ति परन्तु ई हल्यगोः यत्र कार्यं करोति हलि कितिङ् इति प्रत्यये परे ई हल्यगोः कार्यं करोति इत्युक्ते श्नाभ्यस्तयोरातः अजादि अजादि अपि काले तस्य कार्यम् इति वयं जानीमः. अतः उपप्रक्रिया तु सूत्रात् एव वयं ज्ञातुं शक्नुमः अजादि पित्वा अपित्वा हलादि पित्वा हलादि अपित्वा इति सूत्रमेव प्रमाणम् अस्माकं कृते. सम्यक्. अस्तु अरुणा भगिनी अस्ति वा भगिनि? अहं प्रयत्नं करोमि. तदा उतो वृद्धिर् लुकि हलि हलि पिति भवति उतः अङ्गस्य वृद्धिः लुकि हलि पिति सार्वधातुके न अभ्यस्तस्य अग्रिममपि पठतु तत्र प्रायः स्पष्टं भवति. अभ्यस्याचिपिति सार्वधातुके अचिपिति भवति अभ्यस्तस्य अङ्गस्य लघुपदस्य गुणः न अचिपिति सार्वधातुके आभ्यां सूत्राभ्यां हलादिपित् अजादिपित् इति निमित्तं दृश्यते. चतुर्भिः सूत्रैः प्रमाणम् अस्ति अस्ति यत् हलादिपित् अजादिपित् हलाद्यपित् अजादपित् इत्योभिः चतुर्भिः चतस्रः पृथक् प्रक्रिया निष्पन्नाः. पूर्वं अजादि अपित् अजादि अपित् इति निर्णयं सूचनीयम्. अत्र अजादि अपित् हलादिपित् अजादि अपित् अचिपिति इति दत्तमस्ति किल तत्र नास्ति सार्धदातु. पठतु भगिनि तत् प्रायः कुतो वृद्धिः लुखि हलि इति सूत्रेण हलिपिति भवति. अतः उतः अङ्गस्य वृद्धि लुखि हलिपिति सार्वधातुके न अभ्यस्तस्य. अहं नावगतं भगिनि. न तत्र किं भवति इत्युक्ते स्नाभ्यस्तयोरातः इति सूत्रस्य प्रसक्तिः अजादि अपिति अस्तु. हि हल्यगोः इत्यस्य प्रसक्तिः हलि अपिति अस्तु. इदानीम् उतो वृद्धिर्लुकि हलि इत्यस्य प्रसक्तिः हलि पिति हल् हलन्त अङ्गपित् प्रत्ययः परे अस्ति चेत् क्षम्यतां हलन्तपित् प्रत्ययः परे अस्ति चेत् हलादिपित् प्रत्ययः परे अस्ति चेत् अन्तं नास्ति आदि हलादिपित् प्रत्ययः परे अस्ति चेत् अनन्तरं नाभ्यस्ताच् अचीपिति सार्वधातुके अजादिपित् प्रत्ययः. सूत्रद्वयं यद् पूर्वस्मिन् परिच्छेदे अस्ति ते तु अपित् प्रत्ययः विषये यद् सूत्रम् इदानीम् अत्र अस्ति तत्तु पित् प्रत्ययः विषये. अहं दोषेण उक्तवती इति चिन्तयामि यदा ई हल्यगोः इत्यस्मिन् समये अजादि इति अजादि इति उक्तवती इति चिन्तयामि. क्षम्यतां तत्र तु हलादि हलादिकिते स्नाभ्यस्तयोरातः अजादि अपित् ई हल्यगोः हलादिपित् उतो वृद्धिर्लुकि हलि हलादिपित् नाभ्यस्ताच् अचीपिति सार्वधातुके अजादिपित् तावदेव तदेव दत्तमस्ति भगिनि. एतदेव चतस्रः सूत्राणि सन्ति किल ते एव प्रमाणं यत् कथं जानीमः हलादिपित् अजादिपित् हलादि अपित् अजादि अपित् इति भागः उपप्रक्रिया अस्ति इत्युक्ते सूत्रेण एव वयं जानीमः. सूत्रस्य निमित्तं दृष्ट्वा जानीमः तावदेव. तदेव अग्रिमपरिचयं भगिनि. अन्यच्च मूलरूपेण सार्वधातुकप्रक्रियाः द्वौ विभागौ यत्र अङ्गम् अदन्तं पुनः यत्र अङ्गम् अनदन्तम्. अयं भेदः अपि सूत्रनिमित्तम् अवलम्ब्य सिद्ध्यति. यथा आनेमुक् इत्यस्य निमित्तम् अदन्तम् अङ्गम् अतः अङ्गस्य मुक् आने इति अग्रे वक्ष्यमाणम् वक्ष्यमाणम् इत्यपि शाणच् प्रत्ययः वक्ष्यमाणम् अग्रे वदति तस्मिन् वदिष्यति अग्रे अतः विभागद्वयं किम् अङ्गम् अदन्तम् अङ्गं वा अनदन्तम् अङ्गम् इति अङ्गम् अन्ते अकारः अवर्णः अस्ति अवर्णः नास्ति अनदन्तम्. अयं भेदः अपि सूत्रनिमित्तेन अदन्ताङ्गम् अस्ति चेत् आनेमुक् सूत्रेण नुमागमः आगच्छति अदन्तमङ्गम् इति चेत् न आगच्छति. भिन्नप्रक्रिया प्रायः परन्तु प्रक्रिया समाना, अदन्त अङ्गविषये प्रक्रिया यद् प्रक्रिया अस्ति सर्वत्र समाना प्रक्रिया, अनदन्त अङ्गविषये यद् प्रक्रिया अस्ति तद् प्रक्रिया समाना प्रक्रिया, तदेव तदेव प्रक्रिया अङ्गस्य अङ्गस्य कार्यम् एव कार्याणि यद् वयं सोपानेन पदनिर्माण विधिः इति उक्तवन्तः किल, तद् विधिः समाना विधिः भवति. यद्वयं गत ह्यस्तनवर्गे अपि दृष्टवन्तः सामान्यनियमः विशेषनियमः इत्येव भेदः भवति, परन्तु भुवादिगणे सर्वत्र सामान्य एव नियमः तु समानमेव आगच्छति किल, तादृशमेवम् अत्रापि. कर्तरि शप् विधीयते अदन्ताङ्गस्य भुवादिगणे इत्युक्ते सर्वत्र भुवादिगणे कर्तरि शप् एव विधीयते. तत् प्रभाद्य अन्य किमपि विकरणप्रत्ययः इत्युक्ते तस्मिन् गणे तद् कार्यं तु समानमेव भवति, तादृशं प्रक्रिया. परन्तु इदानीम् अदन्ताङ्गस्य विषये अनदन्ताङ्गस्य विषये प्रक्रिया समाना इति. सम्यक्. मणिमहोदय अग्रे पठति वा? शानच् पठामि महोदय. अधुना सानच् प्रत्ययः कीदृशः? अनुबन्धलोप लोपे आन अवशिष्यते. अयं प्रत्ययः चित्तवात् सार्वधातुके अजादिः अपित् च इति कृत्वा अजादि अपित् सार्वधातुकः. सार्वधातुकप्रक्रियायां यत्र यत्र अजादि अपित् उद्देश्य कार्यं प्रवर्तमानं तस्य कार्यं एकप्रकारकं समानं च यतोहि निमित्तम् अजादि अपित् अधः येषां सूत्राणाम् अजादि अपित् इति निमित्तम् येषां प्रसक्तिः अधः तिङ्गन्तस्य क्षेत्रे यत्र तिङ् प्रत्ययः अजादि अपित् तत्र यादृशकार्यं भवति तादृशमेव कार्यं भवति आन इति प्रत्ययं स्वीकृत्य न कोऽपि भेदः. चाणच्च अत्र अनुबन्धलोपस्य अनन्तरं चकारः लोपो भवति लसकोद् इति सूत्रेण अतः अवशिष्टः आनः इति एव आन इति आन इति रूपं भवति. अनन्तरं अजादि अपित् सार्धदातिके इत्यनेन प्रक्रियायां यत्र यत्र अजादि अपित् भवति अत्र सानच् आन इति प्रक्रिया आदेशः इति कथं जानीमः अजादि अपित् इति? अजादि अपित् अन्ति बहुवचने भवतिगणे अन्ति इति अस्ति अतः अत्र अपित् अस्ति. न अत्र आन इति विषये कथं सार्वधातुक प्रथमं कथं सार्वधातुकः इति जानीमः. शत्रुसाणचौ लटः शत्रुसाणचौ प्रथमावश्यन तद् विधानं महोदय, तद् विधानसूत्रं यत्र येन सूत्रेण विधीयते तद् यदा भवान् उक्तवान् लटः शत्रुसाणचौ असमानाधिकरणे तद् सूत्रेण विधीयते तद् विधानसूत्रं. यदा वयम् आन इति अनुबन्धलोपानन्तरं स्वीकुर्मः कथं जानीमः तद् सार्वधातुकः अजादिः अपित् इति? प्रश्नः अवगतः वा? न, अहं न जानामि महोदय. आं वदतु भगिनि. किञ्चित् सार्वधातुकं सूत्रेण सानच् शकार अस्ति ततः सानच् सार्वधातुकप्रत्यय अपि पित् नास्ति अतः अपित् इति नामकरणं. आं तावदेव. आम् अजादिः अस्ति अतः अजादि अजादिः अवगतं वा महोदय? तदेव भवान् जानाति एव प्रायः मम प्रश्नः स्पष्टः नास्ति. अतः एव भवान् न उक्तवान्। शानस् इति षित् अस्ति, अतः सार्वधातुकः। अजादिः अस्ति, आ इति अजादिः, अपित् अस्ति, पित् नास्ति किल, तावदेव। अस्तु, पठतु अग्रे। एतदर्थं तिङन्तकृदन्तः प्रक्रिया दृष्ट्या द्वित्वं नास्ति। तिङन्तक्षेत्रे यत्र प्रत्यय आजादि अपि, कृदन्तक्षेत्रे यत्र प्रत्यय आजादि अपि, उभयत्र कार्यं समानं, प्रक्रिया एका एव। तिङन्तरूपं प्राप्तमस्ति चेत् तत्रापि कृदन्तरूपं यत्र शत्रुप्रत्ययः उपयोजनं कृतः, तदापि अजादि अपि च एकमेव प्रक्रिया अस्ति, एक एव, भिन्नः नास्ति इति दत्तम्। अग्रे अपि महोदय, अत्र प्रक्रिया समानः इत्यनेन किं विवक्षितम्? तिङन्तस्य तिङन्तपद व्युत्पत्तिः, कृन्दस्य प्रातिपदिक उत्पत्तिः, उभयत्र समाद्यं साम्यं। ततः अग्रे यदा कृन्द प्रातिपदिक सुबन्धं भवति, अत्र सुबन्धप्रक्रियाः पुनः भिन्नः। किन्तु अत्र अस्माकं कृदन्तचिन्तनं नाम कृदन्तप्रातिपदिकनिष्पदं, तस्य च पद्धति कृदन्तप्रातिपदिकनिष्पातनं महोदय, तस्य च पद्धति। सा च प्रक्रिया सार्वधातुकतिङन्तप्रक्रिया च समानानि समाननिमित्तकत्वात्। अत्र दत्तं प्रक्रिया समानमेव इति कथं वदामः इति, तिङन्तरूपम् अपि यत्र तिङन्तरूपं सिद्धयति, अनन्तरं कृदन्तस्य प्रातिपदिकं सिद्धयति, उभयत्र समानमेव। यत्र कृदन्तप्रातिपदिकं भवति तत्र सुबन्धप्रक्रियाः पुनः अत्र भिन्नः अस्ति, भिन्नः अहं कथं भिन्नः अस्ति अहं चिन्तयामि, मेबि आजादि अपि च अलादि अपि च अजादि अपि च तदेव मेबि, किन्तु अस्माकं कृदन्तचिन्तनं नाम कृदन्त आं कृदन्त प्रातिपदिकनिष्पादनं, तस्य अपि कृदन्तपदम् इति सुबन्धपदं निर्माणम् इति महोदय सम्यक् एव। तत्र यदा वयं कृदन्तपदनिर्माणम् इति वदामः चेत् तत्र वयं दृष्टवन्तः किल सोपानद्वयम् अस्ति, एकं प्रातिपदिकनिर्माणम्, अनन्तरम् एव पदनिर्माणं, तदेव सुबन्तं निर्माणम् इति। प्रातिपदिकस्तरे एव अस्माकम् अजादि पित्वा अजादि अपित्वा हलादि पित्वा हलादि अपित्वा इति चिन्तनं, सुबन्तं निर्माणं यदा कुर्मः तत्र अस्माकं सुबन्तपदनिर्माणम् इव सु औ जस् इति प्रत्ययः योजयित्वा कार्याणि, अन्यत् कार्याणि। यदा सुबन्तप्रातिपदिकं निर्मामः तस्य प्रक्रिया, अनन्तरम् अस्माकं तिङन्तरूपं यदा वयं साधितवन्तः इदानीं पर्यन्तं तस्य प्रक्रिया तयोः इत्युक्ते तिङन्तपदानां प्रक्रिया अनन्तरं कृदन्तप्रातिपदिकानां प्रक्रिया समाना, तयोः प्रक्रिया समाने किल, प्रक्रिया स्त्रीलिङ्गं, प्रक्रिया समाने, तावदेव दत्तमस्ति किल, समानम् अस्ति। अतः किमपि नूतनचिन्तनम् इत्युक्ते यदा सुबन्तप्रत्ययः योजयामः सु औ जस् तत्र एव अस्माकं चिन्तनस्य किञ्चित् भेदः, नूतनचिन्तनम् आगच्छति, परन्तु प्रातिपदिकस्तरे तु समाना एव प्रक्रिया, तावदेव। तदेव पुनः पुनः द्विवारं त्रिवारं तदेव दत्तमस्ति। अत्र वयं यदा वन्द् इति धातुः स्वीकुर्मः, शाणच् इत्यत्र किं भवति? भगिनी सरलाभगिनी वदति वा? धातु वन्द् अस्ति, यदि लट् इति विवक्षा अस्ति तत्र लट् शत्र शानचो प्रथम समानाधिकरणे इति सूत्रेण शानच् आगच्छति. शानच् तिंचित् सार्वधातुकेन तस्य सार्वधातुकसंज्ञा भवति. लशकुतन्दते सूत्रेण शकार चकारस्य हल्यन्तनेन संज्ञा तस्य लोप आन् इति अवश्यते. वन्द् योग आन् इदानीम् आन् इति पुनः सार्वधातुकम् अपित् अस्ति अनेन ङित्वत् भवति इति प्रत्यय यदि परे अस्ति आन् तस्य स्वभाव भवति अजादि अपित् जाति अपित् अस्ति. इदानीं वयम् इदानीं दृष्टवन्तः वन्द् योग आन् इदानीम् अजादि अपित् अस्ति. सो मुक् आगम आने मुक् इति आगम भवति. सो तत्र मुक् इति कित्ति अस्ति. सो आद्यन्तटकितो इनेन आद्यन्तटकितो अन्ते आगच्छति साधु अङ्गस्य अन्ते. सो वन्द् क्षम्यता वन्द् योग आन् इदानीं वन्द् योग आन् कर्तरि शप् आगच्छति सार्वधातुकपरे. सो स कर्तरि शप् वन्द् इति सा धातु वादिगणे अस्ति. तु कर्तरि शप् तत्र तस्य कार्यं भवति कर्तर्यार्थके अस्ति. यदि शप् इत्यस्य शकार पकार अनुबन्ध लोपान्तर अ इति अवशिष्यते. सो वन्द् योग अवन्द वन्द् योग आन् इति भवति. इदानीम् आने मुक् इति सूत्रेण मकारस्य मकार आगच्छति आन् इति तस्य पूर्वं. सो वन्दमान इति भवति वन्दमान इति रूपं भवति वन्दमान. सम्यक्. अतः अस्माकं इदानीं लः परस्मैपदम् इत्यनेन शत्रु प्रत्ययः परस्मैपदं तङ्गानाम् आत्मनेपदम् इति अस्माकं सूत्रेण शानच् इति आत्मनेपदम् शानच् तु वयं जानीमः कर्त्रार्थे अपि भवति कर्मण्यार्थे अपि भवति शानच् इति. इदानीम् अस्माकं कर्त्रार्थे एव चिन्तनं सार्वधातुकप्रक्रियायां कर्त्रार्थचिन्तनम् एव वयं कुर्मः. अस्तु सम्यक् तदेव उत्तमं. तावत्पर्यन्तमेव वर्गे अपि कृतवन्तः. प्रायः अग्रिमसप्ताहे भव्या भगिनी पुनः आगच्छति. धन्यवादः. धन्यवादः. धन्यवादः भगिनी. ओ भवती अपि अस्ति वा?